वयम् इदानीं किं किं पठितवन्तः? भूतकालः, भविष्यत्कालः, वर्तमानकालः, तत्सर्वं कालत्रयं पठितवन्तः. अनन्तरं सप्तककाराः पठितवन्तः. अत्र प्रश्नाः कर्तुं शक्नुमः. इदानीं किमपि प्रश्नं प्रष्टुमिच्छति चेत् अस्माकम् अत्र सप्तककाराः सन्ति एव. प्रश्नाः सन्ति इदानीं तस्यापि नूतनं पठामि. बालकः भोजनं खादति. बालकः भोजनं खादति. अनन्तरं सः दूरदर्शनं पश्यति. प्रथमं भोजनं खादति, अनन्तरं दूरदर्शनं पश्यति. अनन्तरं बालकः भोजनं खादति, बालकः दूरदर्शनं पश्यति. बालकः भोजनं खादित्वा दूरदर्शनं पश्यति. वाक्यद्वयस्य एकवाक्यम् अभवत्. बालकः भोजनं खादति, बालकः दूरदर्शनं पश्यति. बालकः भोजनं खादित्वा दूरदर्शनं पश्यति. न, एकं समाप्तम् अन्यत् करोति. प्रथमं भोजनं खादति, अनन्तरं दूरदर्शनं पश्यति. दूरदर्शन दूरदर्शन् हिन्दीभाषा दूरदर्शन् तदेव अस्ति. खादित्वा अस्ति. भवन्तः भवतां करपत्रे अस्ति तद् अहं दर्शयामि. पञ्चमस्तम्भे अस्ति, फिफ्त् कालम् मध्ये अस्ति. बालकः क्रीडा, प्रथमं क्रीडति, अनन्तरं गृहपाठं लिखति. प्रथमं क्रीडति, अनन्तरं गृहपाठं लिखति. बालकः क्रीडित्वा गृहपाठं लिखति. लिखित्वा क्रीडित्वा लिखति. लिखित्वा भोजनं करोति. भोजनं कृत्वा दूरदर्शनं पश्यति. यत्किमपि अस्ति तत् कर्तुं शक्नुमः. सः भोजनं खादितवान्, अनन्तरं दूरदर्शनं दृष्टवान्. तदपि फस्ट् टेन्स् मध्ये अस्ति. इदानीं किमस्ति? वाक्यद्वयस्य एकवाक्यमस्ति. तत् समाप्य अन्यत् करोति. खादित्वा दूरदर्शनं पश्यति. खादितवान् इति एकम् अस्ति. एकस्मिन् वाक्ये एकमेव क्रियापदम् अस्ति. जानीमः खलु, एकवाक्यम् एकक्रियापदं, नो डिफ्रेन्स् इत्युक्ते भाषामध्ये वन् सेण्टेन्स् वन् वर्ड् पश्यति. बालकः भोजनं खादित्वा दूरदर्शनं दृष्टवान् इति दृष्टवान्. खादित्वा एव, खादित्वा भेदः नास्ति. मसाला अस्ति, मसाला अस्ति. खादितवान् खादितवान् आल्सो इस् खादित्वा. खादति इत्येव अस्ति खादित्वा इति तत् समाप्तं कृतवान् यद् क्रिया अस्ति तत् समाप्तम् अभवत् अतः तदर्थं खादित्वा अन्यत् क्रिया करोति बालकः खादित्वा इति सम्यक् वाक्यं नास्ति बालकः खादित्वा अन्यत् किमपि करोति बालकः गृहम् आगच्छति माता वदति भवान् खादित्वा दूरदर्शनं पश्यतु इदानीं न खादितवान् अस्ति परन्तु माता वदति भवान् खादित्वा दूरदर्शनं पश्यतु तदपि अस्ति फ्यूचर् मध्ये अस्ति परन्तु खादित्वा भवान् खादित्वा दूरदर्शनं पश्यतु परन्तु सः न खादितवान् इदानीम् इदानीमेव गृहम् आगतवान् माता वदति भवान् प्रथमं खादतु अनन्तरं दूरदर्शनं पश्यतु भवान् खादित्वा दूरदर्शनं पश्यतु वाक्यद्वयम् अस्ति खादतु दूरदर्शनं पश्य अनन्तरं दूरदर्शनं पश्यतु खादित्वा द्रक्ष्यति अस्ति तत्र खादित्वा खादित्वा पठति खादित्वा पठिष्यति खादित्वा पठितवान् खादित्वा पश्यतु खादित्वा खादित्वा खादित्वा एव Are you telling him to not eat, not see before doing it, or are you just telling him, like, do it? So either way it's fine. Khaditva Duradarshanam Pashyati. Apita Parage, Apita Parage, Duradarshanam Pashyati. Duradarshanam Pashyati. Pashyati. Pashyati. Pashyati. Pashyati. खाने के बाद देखना दूरदर्शनं दृष्ट्वा खादतु बालकः दूरदर्शनं दृष्ट्वा भोजनं खादति पृच्छति अहं वदामि तद् इङ्ग्लिश् भाषायां प्रेसेण्ट् कण्टिन्युवस् इति अस्ति तद् न पाठयामि इदानीं प्रथमं वेदसं पठामः भवती प्रायः फिफ्त् ग्रेड् सिक्स्त् ग्रेड् मध्ये अस्ति परन्तु किण्डर् गार्ड् मध्ये एतत् पठामः प्रथमम् अनन्तरं पाठयामि तदपि अस्ति बालकः खादति वन् सेण्टेन्स् बालकः दूरदर्शनं पश्यति सेकेण्ड् सेण्टेन्स् न बालकः दूरदर्शनं दृष्ट्वा खादति इस् ओन्लि वन् वर्ड् Other word is not a word. अवगतम् इदानीं खादित्वा खादित्वा अहं भोजनं खादित्वा दूरदर्शनं पश्यामि अहं जलं पीत्वा खादामि अहं पूजां कृत्वा निद्रां करोमि पूजा कृत्वा भोजनं करिष्यामि. पुष्पमानीय पूजा तदा इतोपि वक्तुं शक्नुमः. यदा बालकः भोजनं खादित्वा दूरदर्शनं दृष्ट्वा गृहपाठं कृत्वा निद्रां करोति तदपि वक्तुं शक्नुमः. एकमेव अस्ति अन्ते तदस्ति बालकः भोजनं खादित्वा दूरदर्शनं दृष्ट्वा गृहपाठं कृत्वा निद्रां करोति करोति एकमेव लिखन्ति उत्तमम् न पीडित्वा पीडित्वा एव तत्र मसाला अस्ति भेदः नास्ति. मसाला अस्ति चेत् भेदः नास्ति. मसाला मसाला अस्ति. निद्रामि अपि अस्ति. निद्रामि दूमे बट् निद्रां करोमि. निद्रा इस् नाट् ऐ एम् डूयिङ्ग् स्लीप् निद्रार्थं गच्छामि. गोयिङ्ग् फार् स्लीप् गोयिङ्ग् टु स्लीप् निद्रार्थं गच्छामि. इदानीं तु अस्ति तत्र अस्माकं प्रसन्न सूचनसमः अभवत् तत्र वर्ब् सर्वम् अभवत् इदानीं क्रियावसान सर्वम् अभवत्. इदानीं किम् अस्ति वाक्यं कथं लिखामः इति इतोपि सम्यक् सुन्दरं वाक्यं भवितव्यं खलु. नो चेत् सर्वदा बालकः गच्छति बालकः पठति बालकः करोति तत्र का पठति बालकः गृहम् आगत्य सः निद्रां कृत्वा गृहपाठं कृत्वा तदर्थमेव. नो चेत् लघुवाक्यं सर्वदा वदामः बालकः आगच्छति बालकः खादति बालकः गृहपाठं करोति बालकः खादति बालकः जलं पिबति तस्य बालकः जलं पीत्वा गृहपाठं कृत्वा भोजनं खादित्वा क्रीडित्वा निद्रा निद्राति. अन्ते किम् अस्ति तदेव त्वा गत्वा क्रीडित्वा इति त्यक्त्वा इति एतस्य विपरीतमपि कर्तुं शक्नुमः. बालकः भोजनं कृत्वा गृहपाठं करोति. बालकः भोजनं करोति अनन्तरं बालकः गृहपाठं करोति द्वयमपि नास्ति. अत्र वाक्यद्वय एकमासीत् तद्वयमपि कर्तुं शक्नुमः. प्रथमं किं कृतवान् अनन्तरं किं कृतवान् बालकः भोजनं कृतवान् बालकः गृहपाठं कृतवान् बालकः भोजनं कृत्वा गृहपाठं कृतवान् इति एकवाक्यं वाक्यद्वयं कर्तुं शक्नुमः. करोति कृत्वा बालकाः खादन्ति खादन्ति खादन्ति बालकाः गृहपाठं कृत्वा भोजनं कृत्वा गच्छन्ति बालकाः गच्छन्ति सामान्यवाक्यं मध्ये मसाला बालकाः गच्छन्ति बालकः क्रीडित्वा बालकः दूरदर्शनं पश्यति फस्ट् वी डोण्ट् नो We know. Pirditva, Pirditva is started first. So there is no order problem. Okay? But for us, we are not used to it, that's all. But it makes no sense. Is this Pirditva, Vaishnava Pashyati, Balagaha, Pirditva, Durasana Pashyati, Pirditva, Balagaha, Durasana Pashyati, Durasana Pashyati, Balagaha, Pirditva, Sarvam Samana. बालकः बालकः पश्यति मध्ये मसाला स्थापयति मध्ये बालकाः क्रीडित्वा भोजनं कृत्वा दूरदर्शनं पश्यन्ति बालकाः पश्यन्ति इस् बेसिक् सेण्टेन्स् तत्र भेदः नास्ति बालकाः पश्यन्ति तत् मध्ये मसाला स्थापयामः इदानीं छात्रः कृत्वा कृत्वा उपविशति पठित्वा लिखित्वा उपविशति इदानीं किञ्चित् अभ्यासं कुर्मः अवधरति भवति उत्तिष्ठति उत्थाय मसाला वर्ड् नास्ति बालकः पश्यति एकवाक्यं बालकः क्रीडित्वा गृहपाठं कृत्वा भोजनं खादित्वा दूरदर्शनं पश्यति परन्तु बालकः क्रीडित्वा भोजनं कृत्वा दूरदर्शनं पश्यति बालकः भोजनं कृत्वा तदा अस्ति So that way the order will be different. The order makes order makes difference. Sir. Only for the last one and other ones, no order. The sentence will make sense, but if you want to know the actual order of the action, then you need to follow the sentence. We will know what he did last, but we don't know whether he did that first and this second that first, we don't know. But as far as does it matter? Probably not. It's a good sentence. As far as the Sanskrit sentence goes, it's the correct sentence. It's a correct sentence. Yeah. No problem. It doesn't matter the order yeah. of the sentence. But what's your intention here? Intention is that you are looking at from one point of view. The intention is when you say or write something, the reader or the listener has to understand what you are trying to say. If you are trying to be very, very confusing, the listener or the reader will be confusing. You want him to know that this guy did this first, then this second, then this third. But if you say the other way around, that guy will think, oh, that guy did that first, this second, that third. That no, what are you trying to do? Yeah, so, yeah. What is that? Do we have to prefix it with what is first, second, and all that? Like that? No, if you order, this order will be there. You don't have to give any, like in English, you say first. No, but if you want to make it three sentences, you would say that, right? You just write yeah. the sentence first, the second, the third. In this same case, it's all automatically known because you the order will tell you what it is. Logically, you will follow the left to right, you will be done. Right? So, can you say Balakam Pustakam Paditva, Kandukam Kriditva, Kriditva, Bhojanam Karo. Follow the, no? Kadanti. बालकः खादति गृहकार्यं कृत्वा दृष्टवती मध्ये पश्यति इदानीं करोति चेत् पश्यति मध्ये दृष्टवती दृष्टवती बालकाः या बालकाः अस्य बालकाः then you could then you the word you said was so that khadati oh I see watch so drishyati then watch no. yeah. and then watch drishtavati drishtavati drishtavati vaan drishtavati vaan पश्यति इति अस्ति सेकेण्ड् लेङ्ग् मध्ये पृष्ठङ्गा अस्ति षट् पृष्ठङ्गाया तृतीयवाक्यं पश्यति पश्यतु द्रक्ष्यति दृष्ट्वा द्रष्टुम् अत्र दृष्टवान् दृष्टवती इति अस्ति अहं पुष्पं देवं पूजयित्वा संस्कृतं पठित्वा गृहं गच्छामि देवं पूजयति द्रक्ष्यति अहमस्मि चेत् द्रक्ष्यामि बालकः द्रक्ष्यति बालकः दूरदर्शनं दृश्यति I will use this correct word, exactly. right? Exactly. Yeah. So the balika and then that. Okay, your sentence is going to be only three tenses, present tense, future tense or past tense. That is fixed. What masala you add in between does not change the tense whatsoever. Balakaha pashyati, remember balakaha pashyati. Balakaha bodhanam khaditva, jalam peetva, grihabadam kritva, duradashanam pashyati is still the same. Sutra bhedaha nasiyeva. बालकः दूरदर्शनं पश्यति एव फास्ट् प्रति भवति बालकः दूरदर्शनं दृष्टवान् बालकः भोजनं खादित्वा जलं पीत्वा गृहपाठं कृत्वा दूरदर्शनं दृष्टवान् कदा ह्यः बुधवासरे मङ्गलवासरे दृष्टवान् बालकः पश्यति इदानीं दृष्टवान् नो चेत् द्रक्ष्यति मम पुत्रः गृहम् आगत्य भोजनं कृत्वा गृहपाठं कृत्वा दूरदर्शनं द्रक्ष्यति इदानीं न पश्यति द्रक्ष्यति इदानीं सार्धाष्टवादनं दशवादने करोति वा शुभः करोति बालकः किमर्थं गृहं गच्छति बालकः भोजनं भोजनार्थं गृहं गच्छति भोजनार्थं गृहपाठार्थं एतस्य च गच्छति अनेके सन्ति इच्छा योजयामः रामः वनं गच्छति सीता वनं गच्छति लक्ष्मणः वनं गच्छति रामः लक्ष्मणः सीता च वनं गच्छन्ति बालकः गच्छति बालकाः गच्छन्ति अत्र रामः लक्ष्मणः सीता च सन्ति अतः गच्छन्ति तदर्थः उक्तवान् यत्र एतत् सम्यक् पठामः प्रथमः अनन्तरं मसाला स्थापयामः इति इदानीं मसाला स्थापनसमये सर्वेषां सन्देहः प्रथमम् एतत् अनिरुद्धः उक्तवान् एकवारं साण्ड्विच् इति अस्ति साण्ड्विच् इत्युक्ते कर्ता अस्ति क्रियापदमस्ति तद् ब्रेड् इति स्थापयामः अनन्तरं सर्वं मध्ये स्थापयामः मसाला एव अस्ति सब्वे मध्ये गच्छामः तदा पृच्छति वाट् ब्रेड् यु वाण्ट् इति भवान् वदति इटालियन् ब्रेड् सा वदति वीट् ब्रेड् अन्या वदति अन्य ब्रेड् परन्तु मध्ये स्थापयति तत् सम्यक् तदेव अस्ति ब्रेड् एव भेदः यदा यद् अस्ति वर्तमानकालः अन्यत् अस्ति भविष्यत्कालः इटालियन् ब्रेड् अस्ति भूतकालः तदेव अस्ति परन्तु मध्ये मसाला मसाला एव अस्ति तद् सम्यक् अवगतम् इदानीं बालकः गच्छति प्रेसेण्ट् टेन्स् बालकः गमिष्यति फ्यूचर् टेन्स् बालकः गतवान् पास्ट् टेन्स् मध्ये मसाला किमपि स्थापयतु तदेव अस्ति फ्यूचर् टेन्स् मध्ये वक्तव्यं भविष्यति गमिष्यति पास्ट् टेन्स् गतवान् बालकः गच्छति, बालकः विद्यालयं गच्छति, इदानीं गच्छति, बालकः ह्यः विद्यालयं गतवान्, बालकः श्वः विद्यालयं गमिष्यति, मध्ये किमपि स्थापयतु, बालकः गृहपाठं कृत्वा विद्यालयं गच्छति, बालकः गृहपाठं कृत्वा विद्यालयं गतवान्, बालकः गृहपाठं कृत्वा विद्यालयं गमिष्यति. मसाला मसाला मसाला. वयं गच्छामः, वयं गतवन्तः, वयं गमिष्यामः. मसाला डजन्ट् चेञ्ज् योर् सेन्टेन्स्, सेण्टेन्स् इस् स्टार्ट् वित् द बेसिक् सेण्टेन्स् फर्स्ट् देन् पुट् मसाला. मसाला मसाला इस् मसाला अर् नाट्? इस् मसाला मसाला चेत् मसाला डजन्ट् चेञ्ज्. टेक् द ब्रेड् फर्स्ट्, फ्यूचर् टेन्, प्रेसेण्ट् टेन्, पास्ट् टेन्, अन्यत् सर्वं मसाला. किञ्चित् कुर्मः इदानीं वाक्यद्वयं यदा मसालां स्थापयतु भवती प्रायः भवति रेखा ददातु इच्छामि. उत्तमं स्वीकरोतु तर्हि, तर्हि इतः सर्वं कुर्मः. हा भवान् पारं करोतु, अतः वा भवान् तु सिद्धः इति चिन्तयामि अहम्. एकं वाक्यं कुर्मः, यदा बालकः भोजनं कृत्वा गृहपाठं करोति इति तत्र त्वा अस्ति खलु तत्र पञ्चमस्तम्भे, तत् उपयोगं कृत्वा बालकाः क्रीडित्वा, बालकाः कन्दुकं क्रीडित्वा, गृहपाठं लिखित्वा, पायसं खादित्वा दूरदर्शनं पश्यन्ति. उत्तमं, पश्यन्ति बालकाः पश्यन्ति. प्रीति बालकाः मित्रं मिलित्वा विद्यालये गच्छति. उत्तमं. बालकः उपविश्य दूरदर्शनं पश्यति. अहं चलनचित्रं पश्यित्वा दृष्ट्वा दृष्ट्वा रोदित्वा निद्रामि. बालकः मित्रं मिलित्वा क्रीडितवान् बालकः उत्थाय काफी पीतवान् पीतवान् अस्ति गृह करत्र अस्ति श्वासे पीतवान् आगच्छामि. एकनिमिषं भवती चिन्तयतु, अत्र आगच्छामि स्मिता भगिनी वदतु, अनन्तरम् अत्र आगच्छामि. क्रीत्वा क्रीत्वा निद्रादि, शाटिकां क्रीत्वा निद्रादि, किमपि कृत्वा क्रीत्वा निद्रादि. अहं सुप्रभातं षट्वादने उत्थाय, षट्वादने उत्थाय योगासनं कृत्वा भोजनं खादामि. उत्तमम्. बालिका प्रातःकाले भोजनं खादित्वा द्विचालकं चलित्वा केरळी माध्यमिकपाठशालायां गच्छति. बालक मित्रं मिलित्वा गच्छति. मित्रं मिलित्वा गच्छति. मित्रम् इति अस्ति. पुष्पम् आनीय देवं पूजयित्वा कार्यालयं गत्वा संस्कृतपाठं संस्कृतं पठामि, पाठयामि, पठामि. कार्यालये सहायं करोति, तदेव करोति, कार्यं न करोति. बालकः चलचित्रं दृष्ट्वा मधुरपायसं पिबित्वा शनैः शनैः चलित्वा गृहे गच्छति. गृहं गच्छति. गृहं गच्छति. अधिकं खादितवान्, अधः शनैः चलति. तत् कारणेन बालिकाः विद्यालये गत्वा क्रीडित्वा पठित्वा बालिका रुदितवती. बालिकाः सन्ति चेत् रुदितवत्यः. जानकी अहं अहं पूजयित्वा गृहं गच्छामि. बालक पुस्तकं पठित्वा भोजनं खादित्वा महिला आपणं गत्वा फलानि क्रीत्वा भोजनं पचति. वयं पुस्तकस्य कथां पठित्वा त्यजामः इस् लेट् संथिङ्ग् गो, वी हाव् टु गो, गच्छामः. त्यजति इस् टु लेट् गो आफ् संथिङ्ग्. वि गो त्यजति, त्यजति इस् लेट् गो आफ् संथिङ्ग्. धूम्रपानं त्यजति. He gives up that. Yeah? We don't do that anymore. Let's say, yeah? Pajama. If you want let go of something, Tejati is just leave, let go. No, I left her at her house. You don't know this. If you let her at her house, you can do that. Yeah, well, you can just say, I took her to her house, is a better word. I left her at the house is okay, but Lakshmanaha Sitam Tyaktavan, Mane Tyaktavan, is okay. right? Because he left her in the forest. Lakshmanaha Sitam Mane Chaktavan is okay. That's what you can do. But you leaving here is bit perfect. But it's okay. But she can leave her at a shopping mall. Yeah. But not leave her at home. ओके ओके किंडरगार्टन में संस्थापित है समझ गया हां हम हां पुत्रम गृह गृह त्यक्त्वा आगतवती ओ दैट इज दैट इज त्यक्त्वा ओके ओके आई लेफ्ट माय सन एट होम समझ गया बस आई टेक इट माय सन गिव अप गिव अप तेजस्ति तेजस्ति तस्य तेन पूरितः तेजोमयः त्यागः त्यागः त्यागः त्यजति त्यजति अवगतम् अहं पठिष् नो पठिष्यामि अहं पठिष्यामि उत्तमं हा पठतु एतत् सम्यक् अवगतम् इदानीं मसाला अधिकं स्थापयामः चेत् वाक्यं बृहत् भवति नो चेत् बालकः आगच्छति बालकः पुस्तकं पठित्वा गृहपाठं कृत्वा वाचनं कृत्वा गच्छति बालकः आगच्छति तदेव अस्ति मसाला यथेष्टं स्थापयामः मध्ये परन्तु प्रथमं तत् लघुवाक्यं स्वीकुर्मः अनन्तरं मसालां स्थापयामः किमर्थं नूतनं पठामि रामः वनं गच्छति लक्ष्मणः अपि वनं गच्छति अपि सुजाता लिखति आरती अपि लिखति अपि अपि अपि अस्ति एपि अस्ति लक्ष्मणः अपि वनं गच्छति लक्ष्मणः अपि गच्छति इति सम्यक् एव वनम् इति पूर्वस्मिन् वाक्ये आसीत् ततः रामः वनं गच्छति लक्ष्मणः अपि वनं गच्छति पठामः तत् इदानीं केन्द्र गार्ड् मध्ये इदानीम् आर्डर् नास्ति परन्तु अस्माकम् अवगमने क्लेशः भवति Also. Sure. Sure is and. If Rama and Lakshmana are going to So I could have said Suman and Janu went. Oh. सुमन एंड जानु सुमन जानु च च गच्छन्ति गच्छन्ति बट देन आई कैन से सुमन गच्छति हां जानु अपि गच्छति जानु अपि गच्छति वाक्य द्वयम् है वाक्य द्वयम् सुमन गच्छति एक वाक्यं जानु अपि गच्छति द्वितीय वाक्य तो बालकः रामायणं पठति पठति बालकः महाभारतं अपि पठति हां बालकः महाभारतं अपि पठति ये नाम है ऑल्सो इज अपि ऑल्सो इज एतत् सम्यक् अवगतम् इदानीं तु नूतनम् इत्युक्ते एतत्तु वाक्यनिर्माणार्थं तत्र किमपि सौन्दर्यं भवति नो चेत् बालः गच्छति बालः वदति बालकः तत्र रामः गच्छति लक्ष्मणः अपि गच्छति सीता अपि अनुगच्छति वदामः चेत् वा रामः गच्छति सीता पृष्ठतः गच्छति अनुगच्छति अनु फालो अनुगच्छति फालो गच्छति सीता अपि अनुगच्छति पण्डितः So, in a way, you're not using the same verb for the next sentence, and that's okay. No, no, it's related, but it has to be related to the verb, but it doesn't have to be the same verb. Ramaha gacchati, Sita vadati, iti samayana mahasya. That's the connection word. Okay. So, I didn't say that. So, I didn't get, so these are still two separate sentences. Ah. Combine the two. You don't combine. The idea is not to combine, they are two separate sentences. Oh, yeah. This point, when it's api, it's two separate sentences. That would be Janu Gacchanti. Janu Cha Gacchanti. चिन्ता मास्तु इदानीं केन्द्रकार्यमपि न आवश्यकम् अग्रे पठामः तन्ना मास्तु इदानीं So, can we say Ramah Gacchati, Sita Api, Sita Api, Ramah Hastam Grihitva Gacchati. Sita Api, Sita Api, Anya Kavya Sita Se. Can I not say that? No. Sita Api, I cannot deny those lines. Just one more question. No, okay. कः अन्य कः तस्य रामस्य हस्तं गृहीतवान् नास्ति लक्ष्मणः इति रामः गच्छति लक्ष्मणः रामस्य हस्तं गृहीत्वा गच्छति सीता अपि रामस्य हस्तं गृहीत्वा गच्छति अस्ति So the api qualifies what the first sentence, ah. the action is the first sentence. Tadeva anyaha karoti chet api, not chet naam, yeah? If two people are doing the same action, then you can put the... Aniruddha patati, Vishnu Mahodeha api patati. It's not an option. But so, but I'm adding the api for the gacchati. So, he's holding hand and also walking, that's what I want to say. I can't say that doesn't make sense. If you say it in English, will it make sense? So how would you say it in English? What English? Rama goes, Sita also holds Rama's hands and goes. That's right, and it doesn't make sense there. It won't make sense in Sanskrit. Aham upavishati. Aham? Aham. So Aham upavishami. Tashna Tagapurushaka. Api upavishati. उत्तमः पुरुषः अपि उपविशति तस्य नाम न जानाति न चेत् अभिधानन्तः किमस्ति अहमपि गच्छामि राजगोपालः गच्छति अहमपि गच्छामि राजगोपालः पठति अहमपि पठामि मसाला अस्ति इदानीं सर्वं भेदः नास्ति प्रीतिः गायति अहमपि गायामि प्रीतिः गायति श्रीवत्सः अपि गायति इदानीं नूतनं पाठयामि इदानीं सर्वं भवत् अपि नूतनं तत्र रामः वनं गतवान् लक्ष्मणः एव वनं गतवान् भरतः न गतवान् शत्रुघ्नः न गतवान् लक्ष्मणः एव गतवान् ओन्लि लक्ष्मणः एव रामः वनं गतवान् लक्ष्मणः एव वनं गतवान् भरतः न गतवान् शत्रुघ्नः न गतवान् ओन्लि लक्ष्मणः लक्ष्मणः वनं गतवान् इत्युक्ते रामः गतवान् इति न पृच्छन्ति आञ्जनेयः एव लङ्कां गतवान् आञ्जनेयः एव गतवान् लङ्कां गतवान् आञ्जनेयः एव लङ्कां गतवान् अङ्गदः न गतवान् जाम्बवान् न गतवान् नीलः न गतवान् अन्य कोऽपि न गतवन्तः आञ्जनेयः एव लङ्कां गतवान् लङ्कां गतवान् गच्छति अस्ति तदेव अस्ति गतवान् तत्र भेदः नास्ति एव लक्ष्मणः लक्ष्मणः आञ्जनेयः एव लङ्कां गतवान् नीलः न गतवान् अङ्गदः न गतवान् जामवान् न गतवान् आञ्जनेयः एव भरतः शत्रुघ्नः भरतः च only Lakshman went Bharat Shatrughan did not go then Bharat char Shatrughan no Jai comes after the two now char comes after करिष्यामि चिन्ता मास्तु इदानीं संस्कृत सम्यक् करिष्यामि आञ्जनेयः एव गतवान् आसीत् अनिरुद्धः जलम् एव पिबति अनिरुद्धः जलम् एव पिबति जलमेव सन्धि अस्ति जलमेव अहं जलम् एव पिबामि स्म श्रीकान्तः इति कोऽपि अस्ति चिन्तयामः. श्रीकान्तः एव खादति इत्युक्ते अन्यजनः गोपालः गोविन्दः माधवः ते न खादन्ति. श्रीकान्तः एव खादति अन्यजनाः खादन्ति माधवः गोपालः श्रीकृष्णः सर्वे सन्ति अतः न खादन्ति. केशवः मधुरम् एव खादति अन्नं न खादति फलं न खादति मधुरं नवनीतं. श्रीकृष्णः नवनीतम् एव खादति. एव सः उक्तवान् सत्यम् एव जयते. इदानीं तु सेण्टेन्स् तदेव अस्ति. तत्र गमयन्तः कृतवन्तः तत्र मसाला कुत्र स्थापयामः सम्यक् अस्माकं गीतं गायामः. नूतनं पाठयामि. पेज् नम्बर् 4 पृष्ठसङ्ख्या चत्वारि. चत्वारि चत्वारि एकं द्वे त्रीणि चत्वारि संस्कृतेन सम्भाषणं कुरु इति. संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु यत्र यत्र गच्छसि पश्य तत्र संस्कृतम् संस्कृतेः संरक्षणं कुरु संस्कृतेन सम्भाषणं कुरु जीवनस्य लक्ष्यमस्ति किम् जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् स्फूर्तिरस्ति तत्र प्रीतिरस्ति स्फूर्तिरस्ति प्रीतिरस्ति संस्कृतस्य वर्धने संस्कृताय रक्षयाम संस्कृतिम् समर्पयाम संस्कृताय जीवनम् संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु जागृयाम वयं प्रेरयाम जागृयाम प्रेरयाम सर्व हिन्दु सोदरान् सम्पिभाम वयं पाययाम सम्पिभाम पाययाम संस्कृतामृतं सदा देशहितचिन्तनम् विनायस्य जीवनम् व्यर्थमेव तस्य गर्हजीवनम् संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु ऐक्यमस्तु अचलबुद्धिरस्तु ऐक्यमस्तु अचलदास्तु संस्कृताभिमानिनाम् धीरदास्तु नैव भीतिरस्तु धीरदास्तु भीतिरस्तु मास्तु उदासीनता मातृहितचिन्तनम् दीनदलितरक्षणम् संस्कृतप्रचार एव जीवनम् संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु यत्र यत्र गच्छसि पश्य तत्र संस्कृतम् संस्कृतेः संरक्षणं कुरु संस्कृतेन सम्भाषणं कुरु संस्कृतेन सम्भाषणं कुरु इदानीम् अन्यत् कुर्मः श्वः किञ्चित् प्रदर्शयामः इत्युक्ते वयमेव लघुनाटकं कुर्मः तदर्थं गणशः कुर्मः मेबि केन् मेक् ए टीम् आफ् लैक् फोर् पीपल् ईच् अराौण्ड् फैव् टीम् जस्ट् ट्रै टु पुट् टुगेदर् अ स्माल् स्किट् अण्ड् देन् शो इट् टुमारो विल् डु इट् सो केन् यु फार्म् टीम् सो फोर् यु केन् फोर् यु फोर् Okay, so who are going to be here? So, but you guys can advise them, okay? You guys are the ones who are going to do a take it in. So you guys can do it. Do a good job, okay. Who's not going to be, okay. Who is not going to be here tomorrow? Who's not going to be here. Okay. Not me. Sorry, see. So that is 16, so a team of 4, and this 4 people will be advisors. Not so dedicated, I'm going to advise. So you guys form your own team, for, team of 4, 12 to 14. We are coming, we are coming, I'm coming, we ರಾಮಾಯಣ ಮಹಾಭಾರತ ಯುವರ್ ಆನ್ ಕ್ರಿಯೇಷನ್ ಕಿಂಡರ್ ಗಾರ್ಡನ್ ಪ್ಲೇ ಸರಿ Only one last year. ಓಕೆ Okay.